ما هدايا नमस्कारः नमस्ते महोदय, अरुणा राम नमस्कारः, नमस्ते। क्षम्यतां विलम्बः जातः किञ्चित्। जी नमस्कारः, विजया अस्मि अत्र। नमस्ते नमस्ते महोदय। नमस्ते, श्रूयते वा? विजया अस्मि अत्र। आम् हरि ओं महोदय। अहं रघुवीरान्दः। नमस्ते महोदय। नमस्ते महोदय, सर्वा अस्मि। अस्तु अस्तु, अधुना आरभामहे। नमस्ते महोदय। अस्तु आरभामहे तर्हि। अत्र गतरविवासरे अस्माकं तिङ्गप्रत्ययसिद्धिः इति विषये अस्माकं चर्चा समापिता। तत्र इदानीं अस्माभिः पठितमस्ति यत् लट् लोट् लङ् विधिलिङ् मध्ये परस्मैपदी आत्मनेपदीकृतधातूनां सिद्धतिङ्प्रत्ययः कथं निर्मीयन्ते। इदानीम् एकवारं पुनरशीलनं कुर्मः, तदनन्तरं नूतन विषयं प्रति गच्छामः। अस्तु, तर्हि इदानीं किं कुर्मः, अहं प्रत्येकजनम् अहं प्रश्नं पृच्छामि, सः अथवा सा सूत्रदृष्ट्या, नाम क्रमेण सूत्रं किं किम् अस्ति, तस्य किं कार्यं भवति इति कथनेन प्रत्येकजनः वदतु यत् प्रत्ययस्य लौकिकरूपं किम् अस्ति, नाम सिद्धरूपं किम् अस्ति। अहम् एतादृशं पठामि, एतादृशरूपेण अस्माकं पुनरशीलनम् अपि भविष्यति यत् सूत्रस्य रूपं किं भवति, प्रत्ययः किम् अस्ति इति, सिद्धतिं प्रत्ययः किम् अस्ति इति सर्वं वयं कुर्मः। अस्तु, तर्हि इदानीम् अहं रेण्डम् आर्डर् मध्ये पृच्छामि, अतः सम्यक् रूपेण श्रूयन्तु सर्वे। अस्तु, मीना महोदय अस्ति वा? अस्मि महोदय। हा अस्तु अस्तु, तर्हि भवती प्रथमं करोतु लट्लकारस्य प्रथमपुरुषस्य परस्मैपदी। मूलप्रत्ययः परस्मैपदं तिप् तिप् प्रत्यये हलन्त्यम् इति सूत्रेण पकारः लोपः, तस्मात् ते इति भवति नो परस्मैपदे तस्ति पकारः भवति इति अवशिष्यते। तस् किं किं रूपं भवति? इट् बिकम्स् ति। ओके, पकारः लोपः हलन्ति तस् इति न विभक्तौ तस्मात् प्रभात्य ससजुषोरुः भवति करवसानयो विसर्जनीयः इति भवति, तस्मात् सः भवति ससजुषोरुः इति सूत्रं किं वदति? उः भवति अमन् स च किं भवति पदान्तसकारस्य स्थाने रु भवति, रु भवति, तदनन्तरं रु करवसानयोर्विसर्जनीयः भवति, तस्मात् तः अवशिष्यते। करवसानयोः विसर्जनीयः किं वदति? करीपरे अवसाने अपि अट् दि एण्ड् आफ् इट् विसर्जनीयः भवति। कस्य? उः स्थाने। उः नास्ति महोदय, रेप् र र रेप रेप स्थाने रेपस्य स्थाने तस् जी ज्योतः इति सूत्रेण अन्त् इति भवति। कुत्र भवति? जकारस्य अन्त् भवति, तदनन्तरं ई अन् अन्ति भवति अस्तु तर्हि टीतः अन्ति टीतः अन्ति अस्तु धन्यवादः महोदय अग्रे अग्रे अस्ति अरुणा महोदय लट् लकार आत्मनेपदी प्रथमपुरुष तो किं तो आतां जा इति नाम सामान्यरूपाणि आत्मनेपदेनम् आत्मनेपदेनां ठेरे इति सूत्रेण एक ठी भागः आगच्छति तास्थाने आस्थाने एकारार्थे तां स्थाने तर्हि महोदय प्रथमं वदतु टी इत्युक्ते किम् इति संज्ञासूत्रम् अत्र टित्लकारेषु प्रथम प्रत्ययानां टि भागस्य स्थाने एकारः आदेशः भवति मम प्रश्नः अस्ति टि इत्युक्ते किं टि तस्य अर्थं किं टि इति अतां मध्ये यः अन्तः सः आदि यस्य तत् टि संज्ञा भवति ततः अति भवति स ते इति रूपं भवति ते आताम् आते आम् इति भागः अत्र ये आगच्छति अन्तः महोदय आते समाप्तं वा आतां स्थाने आते आगच्छति न आकारस्य किं भवति आम् तस्य स्थाने ए भवति आते भवति तदनन्तरम् आते मध्ये आकारस्य किं भवति आकारः एव तिष्ठति वा आतो नितः इति सूत्रमस्ति खलु आतो नितः सूत्रं किं वदति अदन्ताङ्गात् परस्य सार्वधातुकनित्प्रत्यय आकारस्थाने इ आदेशः भवति अतः अत्र अदन्त अङ्गाः सन्ति खलु एते आगच्छति किम् आगच्छति आस्थाने ए ऐ इ आगच्छति इते तत्र आतोनितः इति सूत्रेण अदन्त अङ्ग अस्ति तस्य अनन्तरं सार्वधातुक नित् प्रत्यय अस्ति चेत् तस्य आकारस्य स्थाने इय भवति तर्हि इय योगः ते खलु अधुना यकारस्य किं भवति ओ लोपो व्युर्वलि इति सूत्रेण लोपः भवति अतः रूपं किं भवति इते भवति सत्यं तर्हि सर्वं सर्वे यत्किमपि अस्ति क्रमेण सर्वं वदतु यकारस्य लोपं कुत्र तर्हि इते अनन्तरं जा अस्ति बहुवचन जा स्थाने जो अन्त इति स्थाने जकारस्थाने अन्त आगच्छति अत् स्थाने टि भाग भवति ये आगच्छति तर्हि किं भवति अन्ते भवति सत्यम् अन्ते तर्हि झकारस्य स्थाने अन्त् तर्हि अन्त इति भवति तदनन्तरं टि भागः अस्ति अन्तिम अकारः तस्य स्थाने टित आत्मनेपदानां टेरे इति सूत्रेण एकारः भवति रूपं वदति भवति अन्ते तर्हि ते इते अन्ते सत्यम् आं महोदय धन्यवादः धन्यवादः अग्रे अस्ति रघुपतिमहोदय लोट् लकारस्य आत्मनेपदी मध्यमपुरुषः रघुपतिमहोदय अस्ति वा आं महोदय लोट् लकार आत्मनेपदी मध्यमपुरुषः आत्मनेपदि एकवारम् अहं रोचतां रोचेतां रोचन्ताम् इति अस्तु अस्तु अत्र एतादृशं मा करोतु महोदय मूलप्रत्ययः किम् अस्ति तेन आरभतु हा हा हा अस्तु अस्तु महोदय मूलप्रत्ययः अस्ति ता तां ज तास् आथा ध्वम् इड्वहि महिङ्ग् अस्ति तासातां ध्वम् अस्ति इदानीं स्वाभ्यां वामौ इति सूत्रेण वकार वामौ इति वकारादेश अपि च आमादेशः भवति अतः स्वा इति भवति एकनिमिषं थकारः कुत्र गच्छति थास् अस्ति खलु थकारः कुत्र गच्छति एकनिमिषं थास् अस्ति खलु एकनिमिषम् इदानीं तासे आदेशः इति भवति खलु तासे आदेशः भवति थासे इति सूत्रं किं वदति थासे इति तास्थाने थास्थाने थास्थाने आदेश एक थासे इति अस्ति खलु एकनिमिषं सत्यं थास्थाने स्ते से अस्ति से अस्ति खलु कदा थास्थाने थासे इति रोचसे इति अस्तु अत्र टित् लकारेषु भवति तदनन्तरं इदानीम् आताम् इति आदेशः तत् प्रबाद्य इदानीं स्वाभ्यां वामौ इति सूत्रेण लोट् लकारस्य स्वाभ्यां वामौ सूत्रेण वकार अपि च वामौ आम् आदेशः भवति द्वम् इत्यस्य स्थाने तर्हि सकार अस्ति चेत् तस्य सकारोत्तर एकार अस्ति चेत् तस्य स्थाने वकार उत्तर एकार अस्ति चेत् तस्य स्थाने अम् इति भवति अत्र द्वे इति अस्ति अतः एकारस्ति अस्तु अत्र किं एकवचनस्य किं रूपं भवति एकवचनस्य स्व इति भवति रोचस्व इति इदानीम् अत्र ताम् आदेश तास् आताम् इति तत्र आतो नितः इति सूत्रेण इ आदेशः भवति इदानीं यकारस्य लोपोर्वर्वल् इति सूत्रेण यकारस्य लोपः भवति इथाम् इति भवति इदानीं तर्हि रोचेथाम् इति भवति तत्र टित आत्मनेपदानां टेरे अपि अस्ति खलु एकनिमिषं न एकनिमिषं थास् आथाम् इति अस्ति खलु आथां मध्ये अदन्तं आस्थाने इ आदेशः भवति आथाम् इति किमस्ति इत्थं न स्मरामि महोदय एकनिमिषम् इथाम् अस्ति तदनन्तरं टित आत्मनेपदानां टेरे इति सूत्रेण किं भवति हा टितात्मन टेरे इति इथे इति भवति इदानीम् अत्र प्रसक्तिः अस्ति खलु टित आत्मनेपदानां टेरे लोट् टित् लकारः अस्ति आमामाम् अस्ति इतां टि भागः अस्ति अथवा एकारः इत्ये इदानीं तदनन्तरं अस्तु अस्तु आम् आदेशः भवति खलु आम् आदेशः आम् आदेशः इति यथा लट्लकारे लोट्लकारे परस्परपदेषु भवतु आदेशः इति अत्रापि भवति आम् आदेशः भवति आमेतः इति आमेतः सूत्रेण वा आम् एकारस्य तानि आम् आदेशः इति आमेतः लोट्लकारे आत्मनेपदि यथा आत्मनेपदि इति किमपि लिखितं नास्ति लोट्लकारे हा एकारस्थाने आमेतः इति अस्तु अस्तु अस्तु आमेतः इति सूत्रेण इदानीं किं भवति रूपम् इते इति अस्ति एकारस्थाने आम् आदेशः भवति इथाम् इति भवति इथाम् इति इदानीं ध्वम् इति अस्ति ध्वम् इति अस्ति तत्र आम् इति भागः अस्ति द्वे इति भवति इदानीं द्वे इति स्थाने आम् आदेशः भवति भवितुमर्हति परन्तु स्वाभ्यां वामौ इति सूत्रेण आम् आदेशः अतः द्वम् इति भवति द्वाभ्यां भवति द्वम् इति भवति सत्यं तर्हि किं भवति स्व इथां द्वयं द्वं स्व इथां द्वम् अस्तु अस्तु धन्यवादः अग्रे कुर्मः अस्तु इदानीं को अस्ति सरला महोदय अस्ति खलु आं महोदय अस्तु भवती करोतु लङ् लकार प्रथमपुरुष परस्मैपदी लङ् लकार प्रथमपद अस्तु तस्सिप् अस्ति तत्र लङ् प्रथमपुरुष ओ प्रथमपुरुष क्षम्यतां तिप् अस्ति तिप् इति पकारस्य हलन्त्यनेन लोपः भवति तिष्ठति लङ् लकारस्य इतश्च इति सूत्रेण इकारस्य लोपः भवति तिष्ठति इति भवति केन सूत्रेण इतश्च सूत्रं किं वदति सूत्रं वदति लङ् लकारेषु वा लङ्वत् लकारेषु यत्र इकार अस्ति तस्य लोपः भवति तर्हि कुत्र भवति लोप परस्मैपदे धातूनां कृते तर्हि परस्मैपदे नित्लकारेषु परस्मैपदे इकारस्य लोपे अस्ति तिप् स्थाने केवलं तकार एव तिष्ठति अग्रे तिप् तस् तस् इति हलन्त्यप्रभादेन न विभक्तो तु स्म तस्य प्रसक्तिः अस्ति किन्तु तत् प्रभादेन अपि तस् इति सूत्रेण तस्य स्थानस्य तस्य स्थाने ताम् आदेशः भवति अनेकालशित् तस्य प्रसक्तिः अस्ति पूर्व सम्पूर्ण प्रत्ययस्य स्थाने ताम् आदेशः भवति तर्हि ताम् भवति अस्तु अग्रे बहुवचनम् बहुवचने झि अस्ति झकारस्य स्थाने झोन्त अनेन सूत्रेण अन्त आदेशः भवति तदनन्तरम् इतश्च इति सूत्रेण इकारस्य लोपः भवति सो अन्त इति भवति पुनः संयोगात्यन्तस्य लोपः इति सूत्रेण तकारस्य लोपः भवति अन् अवशिष्यते तर्हि संयोगान्तस्य लोपः इति सूत्रं किं वदति पदान्तस्य अन्तस्य पदान्तस्य संयोगान्तस्य वर्णस्य लोपः भवति. सत्यं. सो अस्ति अत्र यदि ङित् प्रत्यय योजयामः तत् पदं भवति तस्य तो अन्त इति तस्य नकार तकार तयो मध्ये कोऽपि वर्णः नास्ति. हलोन्यन्तर इति सूत्रेण स संयोगः अस्ति तकार तकार मध्ये. सो तकार अन्तिमवर्णः अस्ति तस्य लोपः भवति. सो अन् इव शिष्यति. अन् अस्तु. अन् धन्यवादः महोदय. अस्तु अग्रे सुमन् महोदय. सुमन् महोदय भव लङ् लकार आत्मनेपदी मध्यमपुरुष. लङ्लकार आत्मनेपदी मूलरूपम् अस्ति एकनिमिषम् मध्यमपुरुष उक्तवान् खलु. थास् आथां ध्वम् इदानीम् आत्मने पदि नाम धातोः कृते तत्र टि भागः भवति. इदानीं थास् आताम् ब्लाङ्किङ्ग् महोदय थास् आथां ध्वम् अस्ति तत्र प्रथमं तु थास् तत्र आस् भवति टि भाग आथां महोदय अत्र लङ् लकार अस्ति तर्हि टि भागस्य किं विशेष ओ अस्तु तत्र टि भाग तु टित्सु लकारेषु भवति. अस्तु इदानीं तु मध्यमपुरुषे थास् अस्ति सिद्धतिङ् प्रत्ययः अस्ति थाः तत्र न विभक्तौ तु स्मः तु सकारस्य लोपः बाधति. इदानीं थास् अस्ति तत् ससजुषोरुः कार्यं करोति तत्तु रु भवति. अनन्तरं उकारस्य अजननासिके इत् संज्ञा भवति लोप अपि भवति अतः इदानीं रेपः एव तिष्ठति तिष्ठति. अनन्तरं करवसानयो विसर्जनीयः इति सूत्रेण रेपः विसर्गः भवति. इदानीं प्रत्ययः भवति थाः तत् एव लङ्लकार मध्यमपुरुष एकवचनं सिद्धप्रत्ययः किं भवति थाः थाः अत्र थासः से कार्यं न करोति वा न स्मरामि महोदय क्षम्यता थासः से कुत्र भवति टित्सु तर्हि अत्र प्रसक्तिः नास्ति तर्हि थाः एव भवति अस्तु द्विवचनं अस्तु इदानीं आथाम् अस्ति इदानीं आताम् आथां द्वयोः स्थाने इ आदेशः भवति अत्र कुत्र पुनः वदतु किम् आताम् आथां द्वयोः प्रत्यये आ स्थाने इ आदेशः भवति केन सूत्रेण आकारस्य स्थाने इ केन सूत्रेण एत एव नो न तत्तु तत्तु उत्तमपुरुषः अस्ति आतोनितः आतोनितः क्षम्यताम् अहं किञ्चित् न चिन्ता नास्ति आतोनितः आतोनितः इति सूत्रेण आकारस्य स्थाने इय आदेशः भवति तदनन्तरं यकारस्य किं भवति यकारस्य लोपः भवति लोपशाकल्यस्य सूत्रेण लोपशाकल्यस्य नास्ति लोपोर् व्योर्वलि यतः इदानीं थकारः अग्रे परे अस्ति वल् प्रत्याहारे अस्ति वल् प्रत्याहारः अस्ति लोपोर् इदानीम् अथाम् इत्थां भवति सत्यं तदनन्तरं बहुवचनं ध्वं तत्र तु किमपि नास्ति ध्वं ध्वम् एव तिष्ठति सत्यम् अस्तु तर्हि धन्यवादः महोदय अग्रे सुमित्रा महोदय अस्ति खलु भवती करोतु विधिलिङ्ग् लकार आत्मनेपदी प्रथमपुरुष एकनिमिषम् अस्तु विधिलिङ्ग् लकार आत्मपदि प्रथमपुरुषः खलु प्रथमं तु त आतां झ अत्र त इति अस्ति तकारस्य इत्युक्ते अकारः अस्ति अत्र इ आगमः भवति प्रथमम् केन सूत्रेण आतोनितः इत्यनेन अदन्त अङ्ग न आतोनितः तु आकारस्य स्थाने इय आदेशः भवति अत्र आकारः नास्ति खलु तर्हि प्रथमं भवती यत् वदति विधि प्रथमं सर्वत्र सर्वदा विधिलिङ्ग् लकार आत्मनेपदी कस्य आगमः भवति पुनः प्रश्नः विधिलिङ्ग् लकारे आत्मनेपदे सर्वदा प्रथमं तु कस्य आगमः भवति सियुट् सियुट् केन सूत्रेण लिङ्गः सियुट् इत्यनेन लिङ्गकारस्य सियुट् आगमः भवति अतः सि इति प्रथमम् अत्र सकारस्य लोपः विधिलिङ्ग् चेत् केन सूत्रेण सकारस्य लोपः आ, लिङ्गः सलोपोऽनन्तस्य सत्यं सूत्रं किं वदति सार्वधातुक लिङ्गः अन्त्यस्य सकारस्य लोपः अनन्त्यस्य अनन्त्यस्य क्षम्यताम् अनन्त्यस्य तर्हि विधिलिङ्गलकारे नाम सार्वधातुकलिङ्गलकारे यः सकारः अस्ति यत् अन्ते नास्ति प्रत्ययस्य तस्य लोपः भवति तर्हि सियुट् मध्ये सकारस्य लोपः भवति उकारस्य लोपः कथं भवति उकारस्य अत्र पृच्छति वा सियुट् मध्ये सकारस्य लोपः भवति लिङ्गः सलोपो अन्त्यस्य उकारस्य लोपः कथं भवति उपदेशे अज् उपदेशे आचरणनासिकेन उकारस्य इति संज्ञा तस्य लोपः टकारस्य केन सूत्रेण टकारस्य हलन्त्यं महोदय हलन्त्यं खलु महोदय सियुट् मध्ये एव पृच्छति आमां सियुट् मध्ये एव पृच्छामि टकारस्य भ्रमः जातः अस्तु टकारस्य लोपः हलन्त्यं तस्य लोपः हलन्त्यं तस्य उपदेशे तर्हि किम् अवशिष्यते सियुट् सियुट् तः किम् अवशिष्यते आगमः तर्हि इय इय योगः त खलु इय योगः त अत्र यकारस्य लोपः पुनः केन सूत्रेण लोपो व्योपदि इत्यनेन इ एव तिष्ठति तर्हि किं योगः त सिद्ध विधिलिङ्ग् प्रत्ययः ईत इति निष्पन्नः समीचीनम् ईत तदनन्तरम् आताम् इति अस्ति अत्र अपि लिङ्गः स्यूट् इत्यनेन स्यूट् टकारस्य हलन्त्यम् इत्यनेन लोपः उकारस्य उपदेशे अजनुनासिक इत्यनेन लोपः सकारस्य लिङ्गः सलोपोऽनन्त्यस्य इत्यनेन लोपः भवति इय इति एव आगमः पुनः यकारस्य लोपः लोपो द्योर्वलि इत्यनेन भवति एवं वा न न न अत्र न भवति किमर्थं न भवति वल् प्रत्ययः न किं वल् वल् वल् अत्र अत्र अत्र कः वर्णः अस्ति यकारानन्तरं कः वर्णः अस्ति तर्हि आकारः वल् प्रत्याहारे अस्ति वा न अतः न स्वरः एव अतः न भवति तर्हि सिद्ध विधिलिङ्ग् प्रत्ययः अस्ति ईयाताम् इति ईयोगः आताम् ईयाताम् इति ईयाताम् अनन्तरं झ भवति झ इति बहुवचनं झ स्थाने रन् रन् इति सूत्रेण लिङ्लकारस्य झ प्रत्ययस्य स्थाने रन् आदेशः भवति अतः रन् इति भवति अत्र अपि इय इत्यस्य आगमः भवति स्यूट् लिङ्गः स्यूट् इत्यनेन तर्हि अत्र यकारस्य लोपः भवति न वा अत्र यकारस्य लोपः भवति एव किमर्थं लोपोद्योर्वलि अत्र कार्यं करोति न अत्र यकारानन्तरं वर्णः कः अस्ति व्यञ्जनम् अस्ति यकारविहाय व्यञ्जनं रेफः वलादि अस्ति अतः किं भवति अधुना ई योगः रन् आम् ई योगः रन् एव ई रन् इति सिद्ध विधिलिङ्ग् प्रत्ययः अतः ईत ईयाता ईरन् इति सम्यक् सम्यक् अस्तु धन्यवादः महोदय अग्रे अग्रे कः अस्ति विजि महोदय अस्ति खलु विधिलिङ्ग् लकार परस्मैपदी उत्तमपुरुष मूलप्रत्ययः उत्तमपुरुषं महोदय उत्तमपुरुषं प्रश्नः विधिलिङ्ग् लकार परस्मैपदी उत्तमपुरुष प्रत्यय मूलप्रत्ययः कः अस्ति महोदय प्रथमं वदतु सत्यं तर्हि मिप् वस् मस् अस्तु तर्हि मिप् करोतु मिप् पकारलोपः हलन्त्यम् इत्यनेन मि अस्ति अत्र विधिलिङ्गकारं मिप् अस्ति मिप् स्थाने किं भवति स्थाने लङ् लकारेषु विधिलिङ्ग् विधिलिङ्ग् विधिलिङ्ग् लकारेषु यासुट् इति आगमः भवति अस्तु यासुट् भवति केन सूत्रेण लिङ्गकः यासुट् इति न एतादृशम् एतादृशं किमपि सूत्रं नास्ति यासुट् परस्मै पदेषु धातोः निच् इति सूत्रं यासुट् परस्मै पदेषु उदात्तो निच् इति सूत्रेण किं सूत्रं किं वदति परस्मै पतो धातु परस्मै प्रत्ययानां यासुट् आगमः आगच्छति कुत्र कदा कस्मिन् लकारे विधिलिङ्ग् लकारे लिङ्ग् तर्हि लिङ्ग् लकारे प्रत्ययस्य यासुट् आगमः भवति तत् यासुट् आगमः किम् अस्ति नित्वत् अस्ति इति अपि नित्वत् अस्ति तर्हि अत्र यासुट् अस्ति यासुट् अस्ति अत्र उपदेशे अजनुनासिक इति सूत्रेण तदनन्तरम् इट् इति हलन्त्यम् इति सूत्रेण उट् लोपः भवति तस्य लोपः इति सूत्रेण लोपः भवति तर्हि किम् अवशिष्यते यास् इति अवशिष्यते यास् इति अवशिष्यते अत्र तदनन्तरं यास्थाने यास्थाने इय भवति महोदय इय भवति केन सूत्रेण सत्यं किम् सत्यं हा अतो ये भवति अतो ये यः सूत्रं किं वदति अतः अङ्गात् सार्वधातुकस्य यास् स्थाने इयः इति तर्हि अत्र यास् स्थाने इय भवति इय भवति महोदय मम प्रश्नः अस्ति अत्र यास् स्थाने इय अस्ति तत्र आत्मनेपदी मध्ये अपि सियुट् स्थाने इय भवति तत्र उभयोः मध्ये भेदः कः इकार दीर्घ इकारं किल महोदय दीर्घ इकार कुत्र अस्ति आत्मनेपति मध्ये अत्र परस्मैपदे किम् अस्ति ह्रस्व इकार सत्यं तर्हि तर्हि आहत्य किं वद भवति परस्मैपदे विधिलिङ्गकारे अदन्ताङ्गो अस्ति चेत् इय अस्ति आत्मनेपदी अस्ति चेत् इय भवति भेदः अस्ति तर्हि अत्र इय इय योगः मिप् इय योगः मिप् अधुना अत्र इति लोपो योर्वलि इति सूत्रेण बलादिप्रत्यये प्रत्ययात् प्राक् य इति आयाति तत् इति कृत्वा इ इति लोपः भवति य लोपः भवति इ इति अवशिष्टम् इ प्लस् मि इमि इमि इमि सत्यमस्ति वा इमि न मि स्थाने मि मि स्थाने किं भवति मि स्थाने मेर्मि इति सूत्रं वा तत्तु लोट् लकारे अस्ति लोट् लकारे अस्ति महोदय This shows how unprepared we are. Hence the revision. No, idanim vayam sarve amma adeshaka ekanimisha astu punarashilanam karotu bhavatu amma adeshaka bhavati kena sutrena kena sutrena sutram tu adeshiti सूत्रं किं वदति अत्र मि स्थाने अम् आदेशः भवति णित्सु लकारेषु मिप् स्थाने अम् खलु अम् आदेशः भवति णित्सु लकारेषु अतः इ प्लस् अम् इयम् अत्र यकारस्य लोपः न भवति वा न किमर्थं किमर्थं न भवति लोपः न भवति लोपो व्यर्वलि इति वल् प्रत्याहार वल् प्रत्याहार अस्ति चेत् केवलं य इति लोपः भवति तर्हि इयम् सत्यं तर्हि इमि नास्ति इयम् अस्ति इयम् अस्ति मध्यमपुरुष मध्यम द्विवचनं उत्तमद्विवचनम् अत्रापि वस् वस् सकारलोपः भवति वा अहं पृच्छामि किमर्थं केन सूत्रेण भवति न विभक् हलन्त्यम् इति सूत्रेण भवति खलु हलन्त्यम् इति सूत्रेण न विभक्तौ तस्म इति न हलन्त्यम् इति सूत्रं प्रबाध्य न किं न महोदय किमर्थं वस् मध्ये वस् मध्ये हलन्त्यम् इति सूत्रं न उत्तमपुरुषस्य सकारलोपः भवति केन सूत्रेण उत्तमस्य अपि च इति सूत्रं वदति किल सकारं प्रथमं मम प्रश्नस्य उत्तरं ददातु उत्तरं देहि ददातु हलन्त्यम् इति सूत्रं किमर्थं कार्यं न करोति हलन्त्यम् इति सूत्रे सूत्रस्य अपवादसूत्रम् अस्ति किल न हलन्त्यम् किं महोदय शक्वात् अधीते प्रत्ययस्य आदौ भवति न विभक्तौ तुस्मः अस्ति खलु न विभक्तौ तुस्मः इति सूत्रेण हलन्त्यं प्रबाद्य सकारस्य इत्संज्ञा न भवति अतः सकारस्य इत्संज्ञा तु नास्ति परन्तु तथापि सकारस्य लोपः भवति केन सूत्रेण येन सूत्रेण नित्यं नितः इति सूत्रेण नित्यं नितः उत्तमपुरुषस्य सकारः लोपः भवति नित्यं नित्लकारे सदा सर्वदा सर्वदा वस् मध्ये व भवति भवति अग्रे तदनन्तरं इ इति आगमः इय इय आगमः इय आगमः केन सूत्रेण इय भवति वदति खलु इय आगमः भवति केन सूत्रेण पुनः वदतु महोदय परन्तु प्रथमं प्रथमं कस्य आगमः भवति यासुट् खलु यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रेण यासुट् आगमः तस्य स्थाने अतो येयः इति सूत्रेण इय तर्हि इय योग व अग्रे यकारस्य स्थाने किं भवति इय योगः व अस्ति खलु यकारस्य किं भवति लोपः केन सूत्रेण लोपव्योर्वणि इति सूत्रे सत्यं तर्हि प्रत्यय किं भवति इव इव सत्यं तथैव तादृशमेव इमेव इम इति भवति उत्तमपुरुषस्य इयम् इव इम इयम् अस्तु धन्यवादः महोदय अग्रे धन्यवादः चिन्ता नास्ति किं प्रश्नः कः अस्ति एक सजेशन् अस्ति वयं गृहपाठं रूपेण पुनः स्मरणं कुर्मः अग्रिमसप्ताहे एतत् रिविजन् करोतु नो चेत् क्विज् करोतु इट् विल् बि मोर् मीनिङ्ग्फुल् इति अहं चिन्तयामि तत्र महोदय अत्र एकं तु गृहपाठः आसीत् गतरविवासरे एव एकनिमिष अहं वदामि प्रथमं तु गृहपाठः आसीत् अतः करणीयं तर्हि चिन्ता नास्ति इदा अधुना अद्य यदि जनाः न स्मरन्ति तर्हि चिन्ता नास्ति मम अपि तादृशी एव स्थितिः आसीत् यथा मया प्रथमवारे पठितम् आसीत् तर्हि चिन्ता नास्ति पुनः पुनः करणेन एव भवति अग्रिमरविवासरे पुनः पुनरशीलनं भवति यावत्पर्यन्तं सर्वं न आगच्छति तावत्पर्यन्तम् अग्रे न गच्छामः यतोहि अत्र यतोहि यदा यदि सर्वे जनाः न स्मरन्ति प्रत्ययस्य रूपं किं भवति तर्हि अग्रे किम् अस्ति धातुरूपी अङ्गस्य प्रत्ययस्य किं भवति अत्र अग्रे किम् अस्ति अहं म्यूट् करामि तर्हि अत्र अग्रे किम् अस्ति अग्रे अग्रिमपाठे किम् अस्ति तत् अदन्त अङ्गं योगः सिद्धतिङ् प्रत्ययस्य मेलनं कथं भवति इति अस्ति तर्हि यदि सिद्धतिङ् प्रत्ययस्य यदि वयं रूपमेव न जानीमः तर्हि अग्रिमपाठस्य अर्थः एव नास्ति अतः अधुना बहु महत्त्वपूर्णम् अस्ति यत् सर्वे स्मरन्ति यत् सिद्धतिङ् प्रत्ययस्य रूपं किम् अतः पुनरशीलनं मया मम अवगमन मम मस्तिष्के तस्य बहु महत्त्वम् अस्ति अथवा अधुना अपि वयं कुर्मः तदनन्तरं पुनः सर्वे गृहपाठरूपेण पुनरशीलनं कुर्मः तर्हि तदनन्तरम् अग्रिमरविवासरे वयं पश्यामः यत् किं कुर्मः परन्तु अत्र पुनरशीलनस्य आवश्यकता अस्ति यतोहि न कुर्मः चेत् there is no point just going ahead and not having a hold of the previous things we are doing especially when it is important for the next chapter atah atra asya bhavati ekah prashnah asti mahodaye only one clarification lot lakarasya dve idi sthane dvam iti agacchati am prabhatya am iti likhitam asti kutra asti आत्मनेपदे लोट्लकारस्य तिङ्प्रत्ययसिद्धि अत्र अतः तासः से तदनन्तरम् एकारवकारात् परे चेत् ये स्थाने अम् तत् अवगनं न तु न तु आम् तर्हि दत्तम् अस्ति सामान्यसूत्रमस्ति आमेतः यत् येन एकारस्य स्थाने आम् भवति आम् तर्हि परन्तु तत् सूत्रं प्रभात्य सवाभ्यां वामौ इति सूत्रेण आम् न भवति परन्तु अम् आगच्छति केन सूत्रेण भवति सवाभ्यां वामौ योगः अम् तर्हि सकारः अस्ति चेत् व वकारः अस्ति चेत् अम् धन्यवादः अग्रे विजया महोदय अस्ति खलु अस्तु महोदय भवान् यत् उक्तवान् सम्यक् अस्ति अस्तु प्रायः मम दोषः एव न दोषः किमपि नास्ति परन्तु अत्र यथा कथापि भवतु यदि जनाः न जानन्ति चेदपि अत्र दोषः नास्ति अत्र क्लेशः नास्ति पुनरशीलनं कृत्वा जनाः स्मरन्ति अतः कुर्मः अधुना विजया महोदय अस्ति वदतु जि हा महोदय भवती करोतु लोट् लकार परस्मैपदी प्रथमपुरुष प्रथमपुरुषः वा जि लोट् प्रथमपुरुष परस्मैपदि तीतः अन्ति मूलप्रत्ययः के मूलप्रत्ययः के सन्ति प्रथमं वदतु अस्तु अधुना तिप् स्थाने किं भवति तत्र तिप् स्थाने इका ति एव तिष्ठति पकारस्य हलन्त्यं तस्य हलन्त्यं तस्य लोपः इति सूत्रेण पकारस्य इत् भवति अतः ति एव तिष्ठति भवति इति वयं स्वीकुर्मः अनन्तरं लोट् लकार अस्ति महोदय द्विवचनमपि वा न न लोट् लकारे अस्ति लट् भवती लट् वदति लोट् लोट् लोट् मध्ये ति आगच्छति तदनन्तरं किं भवति तस् भवति किं शृणोतु महोदय लोट् लकारे महोदय शृणोतु लोट् लकारे प्रथमपुरुष एकवचनम् अस्ति तिप् भवती वदति तिप् स्थाने पकारस्य लोपः भवति हलन्त्यं तस्य लोपः इति सूत्रेण ति भवति अग्रे किं ति स्थाने समापयति वा ति एव अस्ति वा लोट् लकारे लोट् लोट् लट् न पठतु पठतु ति स्थाने तत्र उकारः भवति केन सूत्रेण एरुः इति सूत्रेण किं भवति एरुः सूत्रं किं वदति सूत्रेण तत्र विसर्गस्य लोपः भवति विसर्गस्य लोपः किं रुः एरुः इति अस्ति खलु जि एरुः इति सूत्रं किं वदति लोटः लस्य एः उः खलु वदतु जि एरुः लोट् लकारस्य इकारस्य स्थाने उकार उ लोटः लस्यः एः उः एः अस्ति इकारस्य षष्ठीविभक्ति लोटः लस्य एः उः लोटः लस्य इति एः उः भवति तर्हि लोट् लकारस्य स्थाने इकारस्य उकार भवति अतः ति स्थाने किं भवति तर्हि ति स्थाने किं भवति प्रत्ययः किं भवति तु खलु पठतु तु वदतु तु तु तु प्रत्यय अस्ति तु प्रत्यय इकारस्य स्थाने उकारः भवति तत्तु भवति खलु तु प्रत्ययः अस्ति तर्हि प्रथमपुरुषे एकवचनम् अस्ति तु अस्तु द्विवचनं द्विवचनं पठतु पठताम् इति तत्स्थाने किं भवति तत्स्थाने तत्र क्रमेण तत्र तां तं ता इति तत्र तत्स्थाने किं भवति तस्तमीपं तान् तं तमः इति सूत्रेण तत्र ताम् आदेशः भवति तत्स्थाने परन्तु महोदय तस्तमीपं तान् तं तमः केवलं नित् लकारे अस्ति खलु लोट् तु नित् नास्ति लोटो लङ्वत् कार्यं करोति वा तत्र लोटो लङ्वत् इति लोट् मध्ये कार्यं करोति अत् अनन्तरं लङ् मध्ये अपि कार्यं न न तथा नास्ति लोटो लङ्वत् वदति यत् लोट् लकारः बहुत्र बहुत्र लङ् लकारः इव अस्ति नाम नित्सु लकारेषु लङ् लकार नाम नित्सु लकारेषु ये यानि यानि कार्याणि भवन्ति बहुत्र तानि बहूनि तानि कार्याणि लोट् लकारे अपि भवन्ति इति वस्तुतः लोट् लकारः नित् नास्ति तस्तमीपां तान्तं तामः इति सूत्रं केवलं नित्सु लकारेषु भवति परन्तु लोटो लङ्वत् इति सूत्रेण लोट् लकारः अपि प्रायः लङ् लकारः इव अस्ति लङ् लकारः नित् अस्ति अतः तस्तमीपां तान्तं तामः इति सूत्रं लोट् लकारे अपि कार्यं करोति इति तर्हि तत्स्थाने महोदय किं भवति तां खलु पठताम् इति आगच्छति खलु जि ताम् अस्तु बहुवचनं जि जि जि स्थाने तत्र इकारस्य पठन्तु इति आगच्छति खलु अतः तत्र जी स्थाने जोन्तः इति कार्यं करोति अन्त् आदेशः भवति जी स्थाने अन्ति अग्रे तावदेव खलु अन्ति भवति न तदनन्तरं किम् एतत् लोट् अस्ति खलु लोट् मध्ये पठन्ति किमर्थम् तदेव अहं वदामि तत्र इकारस्य पठन्तु इति आगच्छति खलु अथवा तत्र इकारस्य स्थाने उकारः पूर्वमेव वयं दृष्टवन्तः तत्र एरुः इति कार्यं करोति सत्यं तर्हि पठन् अन्तु इति भवति तर्हि तु ताम् अन्तु अस्तु अग्रे रघुवीर महोदय प्रथमपुरुषे एकवचने तात् अपि भवति न तुयोतात्तकाशिषन्यतरसामिति सूत्रेण तात् अपि आगच्छति सत्यं सत्यं सत्यं तु स्थाने तुयो स्तातङ्ग आशिषि अन्यतरस्याम् इत्यनेन आशीर्वादार्थे तु हि स्थाने विकल्पेन तात् अपि आगच्छति तर्हि तु अथवा तात् ताम् अन्तु अस्तु सम्यक् अग्रे रघुवीरमहोदय अस्ति खलु रघुवीरानन्द महोदय करोति वा महोदय क्षम्यतां महोदय म्यूट् माध्यमे अस्तु महोदय भवान् करोतु लङ् लकार परस्मैपदी मध्यमपुरुष परस्मैपदी लङ् लकार महोदय मध्यमपुरुष मध्यमपुरुष महोदय मूलरूपम् अस्ति मिप्थस्थ ओ क्षम्यताम् आम् सिप् तस्थ सिद्ध प्रत्ययम् अस्ति स तं त केन सूत्रमपि वदतु महोदय सूत्रमपि अहं वदामि किन्तु तद् सिद्ध इति अस्ति महोदय प्रथमं सिप् मूल एकवचनं यदस्ति मध्यम पुरुष एकवचनं इतः च स प तु इत्संज्ञा गच्छति अपगच्छति इतश्च इति सूत्रेण अपि सि इ अपगच्छति स एव अवशिष्यते तर्हि सकार महोदय सकारः एव सकार सत्यं सकार एव तत् अवशिष्यते महोदय द्विवचनम् अस्ति थस् इति मूलरूपं तत्र थस्थस्थमिपां तान्तन् तान्तन् तामः तर्हि थस्थाने तम् तम् इति आदेशः भवति महोदय सत्यम् अनन्तरं बहुवचनम् अस्ति थ इति मूलरूपं तत्रापि थ थस्थस्थमिपां तान्तन् मिपां तान्तन् तामः तान्तन् तामः इति त इति आदेशः भवति महोदय त इति आदेशः भवति तस्य अन्तिमरूपम् तर्हि सकार स तं त खलु स तं त महोदय अस्तु अग्रे महोदय उत्तमपुरुषमपि करोतु उत्तमपुरुषम् अपि परस्मैपदी लङ् मूलरूपम् अस्ति मिप् मिप् वस्मस् प्रथमं महोदय पकारः अपगच्छति संज्ञा हलन्त्यं तस्य लोपः तदनन्तरम् इतश्च भवितुम् अर्हति तर्हि म एव अवशिष्यते किन्तु तत्र तस्थस्थमिपां तान्तं तामः इति अत्र तत् प्रबाद्य इतश्च प्रबाद्य तत् अम् तस्य स्थाने आगच्छति महोदय सत्यं तर्हि अपवादरूपेण तस्य समीपं तान्तं तामः इति सूत्रं कार्यं करोति मिप् स्थाने अम् अम् महोदय सत्यम् अग्रे वस्मस् मिप् वस् हा वस् नित्यं नितः नित्यं नितः इति सूत्रेण सकारः तत्र सकारः अपगच्छति नित्यं नितः इति सूत्रेण वकारः एव अवशिष्यते तत्र अन्यं किमपि नास्ति व तथैव मस् यदस्ति नित्यं नितः इति मकारः एव अवशिष्यते मकारः न म तर्हि सकारः सकारस्य लोपः भवति प्रत्ययः भवति व तदनन्तरं म अं व म महोदय तत्र व म तत्तु वकार न व व व वकार न व व इति हल व शब्द व तु अकार सत्यं तर्हि अं व म अस्तु धन्यवादः महोदय अग्रे कुर्मः मलर महोदय अस्ति खलु आं महोदय भवती करोतु किं करोति भवती अस्तु लट् लकार आत्मनेपदी मध्यम उत्तमपुरुष मध्यम उत्तमपुरुष प्रयत्न करोमि महोदय आत्मनेपदी मूल मूलधा तिङ् प्रत्ययः तास् आतां द्वं लट् लकारे तित तित आत्मनेपदेनां टेरे इति सूत्रेण तास् अत्र तासः ता से सेह इति से इति सूत्रः अस्ति महोदय हासः से इति सूत्रः से इति सूत्रेण तास् स्थाने से आगच्छति सत्यम् अतः आताम् आताम् टी भागः अस्ति आम् आम् अतः अकारस्य एकारः भवति टित आत्मनेपदेनां टेरे इति आते तदनन्तरम् आकारस्य स्थाने ईकारः भवति आतोङितः इति सूत्रेण अतः इते इते इति से इते बहुवचनं बहुवचनं द्वे अत्र अम् इति टी भागः अस्ति अम् एकारः आदेशः भवति द्वे अकारः एकारः भवति तर्हि अम् स्थाने ए ये टित आत्मनेपदानां टेरे टेरे तर्हि किं भवति प्रत्यय द्वे द्वे तर्हि से इथे द्वे से उत्तमपुरुष उत्तमपुरुष इङ् अतः ङकारस्य लोपः भवति इन् नास्ति महोदय इड् इन् इड् इड् इड् डकारस्य लोपः भवति हलन्त्यं तस्य लोप इति अवशिष्यति ई स्थाने ई स्थाने ये आगच्छति परन्तु सूत्रं टितात्मनेपदानां टेरे ओ आम् आम् महोदय टित आत्मनेपदेनां टेरे इति सूत्रेण ई स्थाने ये आगच्छति वहि अत्रापि टि भागः एकारः भवति वहे महि अपि टि भागः एकारः भवति महे इति रूपं भवति ये वहे महे ए वहे महे सत्यम् अस्तु धन्यवादः महोदय अग्रे गच्छामः तर्हि इदानीम् अरुणा महोदय अस्ति खलु भवती करोतु विधिलिङ्ग् लकार आत्मनेपदी मध्यमपुरुष प्रयत्नं करोमि मध्यमपुरुष सामान्य प्रत्ययः थास् तः त्वं थास् आथां द्वम् आतां आतां द्वम् प्रथमं विधिलिङ्ग् आत्मनेपदे सियुट् आगमः आगच्छति सूत्रम् लिङ्गः सियुट् लिङ्गः सियुट् इति सूत्रेण तदनन्तरं सकारलोपः भवति उकारापि उपदेशादिनाचिकित्सूत्रे सीय एव अवशिष्यति सकारस्य किं भवति सकार हलन्त्यम् इति सूत्रेण न सकार सीयुट् मध्ये सी स सकारस्य किं भवति लङ्गः सकार अनन्तस्य लोपः भवति लिङ्गः सलोपो अनन्त्यस्य इय एव इय एव अवशिष्यते इय योगः थास् लोपः लोपो व्योर्बलि सूत्रेण इति ईथास् ईत ईत हंसार दीर्घ ईख ईत ईथास् सकारस्य किं भवति ईथास् अस्ति खलु सकारस्य किं भवति ससजुषु सूत्रेण भवति तदनन्तरं कर्पसानयोः अग्रे द्विवचनं द्विवचनम् आताम् इति सामान्यप्रत्ययः सीयुट् आगच्छति सीयुट् तद् एव चकारलोपः उकारलोपः सकारलोपः वा लङ् सलोपो अनन्तस्य सूत्रेण सकारलोपः योगः आथाम् आताम् अत्र आम् इति अजन्तप्रत्ययः सो यकारलोभः न भवति इति रूपं त्वं विषये सीयुट् आगच्छति पुनः इय भवति दकार यकारलोपः भवति त्वं दकार वल् वर्णः अस्ति ततः किं भवति प्रत्यय ईध्वम् ईध्वम् ईध्वं सत्यं तर्हि उत्तमपुरुषमपि भवतु समापयतु अत्रपि इदति डकारलोप एव अवशिष्यति सीयुट् आगच्छति सीयुट् एव अवशिष्यति ओ ऐ आगच्छति वा केन सूत्रेण इटोवात् सूत्रं किं वदति लकारे सीयुट आदाशितर अनन्तरं तस्य स्थाने इट् इट् महोदय प्रत्यय इट् अस्ति मूलप्रत्यय तस्य स्थाने ह्रस्व अकार आगच्छति अत् ह्रस्वकार आगच्छति तर्हि इटो इटो अत् इति सूत्रेण इट् स्थाने अत् अत् इत्युक्ते ह्रस्व अकार ततः इय एव अवशिष्यते इय इति प्रत्यय इय एव अवशिष्यते महि अपि सीयुट् आगमः भवति ईया अस्ति ईया ईवहि यकारलोपः भवति ईवहि इति महि अति ईमहि सामान्यः ईवहि अस्तु धन्यवादः महोदय तर्हि इय ईवहि ईमहि अस्तु मीना महोदय मीना महोदय परस्मैपदी लट् लकार मध्यम उत्तम पुरुष हलन्त्यमिति सूत्रेण पकारलोभः सि इति सि तस् सकारः न लोभः न विभक्तौ तु स्मः तथा तस्मात् ससजरुषो ससजुषो रुः इति सूत्रेण रु रु भवति तदनन्तरं करवसानयोः विसर्जनेः तः किमपि न भवति तर्हि किं भवति सीथः थ खलु सीथः थ इति खलु सीतः उत्तमपुरुष उत्तमपुरुषः मिप् वस्मस् तत्र पकारलोपः हनन्त्यसूत्रेण मि एव अवशिष्यते वस् न विभक्तौ तु स्माः न भवति तस्मात् सज सजसऋषोः रुः करवसानवसानयोः विसर्जनेः दसपः महसखा सेम् एव तदेव अस्तु धन्यवादः महोदय अग्रे इदानीं कः अस्ति रघुपति महोदय अस्ति वा रघुपति महोदय म्यूट् मध्ये आं महोदय लोट् लोट् लकार आत्मनेपदी प्रथमपुरुष उत्तमपुरुष लोट् लकार आत्मनेपदी अस्तु आत्मनेपदी मूलप्रत्यय स्वीकृत्य करोतु रूपं किं भवति प्रथमं न चिन्तयतु मूलप्रत्ययः अस्ति लोट्लकारस्य तातां स तर्हि तो स्थाने किं भवति तस्थाने आत्मनेपदी अस्ति खलु आत्मनेपदी लोट्लकारस्य तस्थाने लोट्लकारः अस्ति अतः एकनिमिषं ता इति अस्ति तास्थाने प्रथमं किं भवति एकनिमिषं महोदय ता इति अस्तु ता इति अस्ति तीतात्मकमठेर इति ते इति भवति ते इति भवति इदानीं ते अस्ति इदानीम् आमादेशः भवति आमादेशः भवति खलु सूत्रेण आमादेशः एकनिमिषम् आमेतः इति सूत्रेण आमेतः इति सूत्रेण आमादेशः भवति अतः रूपं ताम् ताम् इति भवति ताम् इति भवति तां तदेव अन्तिमरूपम् अस्ति इदानीं आताम् इति अस्ति आताम् इति अस्ति तत्र आताम् अस्ति तत्र अस्तु अते इति आते इति टीतात्मन अते इति आते इदानीं आम् आदेशः भवति तत्रापि आमेतः आमेतः इति सूत्रेण इदानीम् अत्र इयादेशः भवति इयादेशः भवति खलु अतो णित इति सूत्रेण आतः अस्तु आकारस्य णित् लकार अतोणितः अतो णित इति सूत्रेण इयादेशः भवति इदानीम् इयादेशः भवति इताम् इति भवति तर्हि अतोनितः इति सूत्रेण आकारस्य स्थाने इकारः इकारादेशः भवति अस्तु अग्रे अग्रे अस्ति ज इति अस्ति खलु ज इति अस्ति ज इत्यस्य स्थाने सोन्त इति सूत्रेण अन्तादेशः भवति इदानीम् अन्त अस्ति इदानीम् अटितात्मठेरे इति सूत्रेण अन्तिम अकारस्य एत्वं भवति एकार भवति अन्ते इति भवति अन्ते इदानीं अस्तु इदानीम् आम् आदेशः अस्ति आमेत इति सूत्रे आम् सूत्रेण अतः अन्ताम् इति भवति अन्तिमरूपं अन्ताम् इति उत्तमपुरुष उत्तमपुरुषस्य इदानीम् इड् वहि महिङ् अस्ति खलु इड् वहि महिङ् अस्ति इड् अस्ति इदानीम् अत्रापि ये इकारस्य एत्वं भवति एकार अस्ति इदानीम् उत्तपुरुषे एकवचने इदानीं लोचै लोचै इति ऐकार एतायि एतायि इति भवति एतायि एकारस्य ऐकारादेशः भवति अतः तत्र ऐ ऐ इति भवति इदानीम् इड् वहि वहि अस्ति इदानीं वहि अस्ति वहे इति भवति तत्रापि ऐकारः भवति वहे इति परन्तु अत्र आडागम आट् आटागमः भवति आडुतमस्य आडुतमस्य पिच्च इति सूत्रेण इदानीम् अतः तित् अस्ति अतः पूर्वं भवति आ इति आ वहे आ वहे इति भवति इदानीम् आवहै आमहै आवहै आमहे इति तत् अन्तिमरूपम् आमहे अपि भवति तत्र आडुत्तमस्य पिच्च इति सूत्रेण उत्तमपुरुषे प्रथम उत्तमपुरुष एकवचने अपि आकारः आगच्छति परन्तु आकारः योगः ऐकारः पुनः ऐकारः एव भवति अतः परन्तु तत्र अपि आडुत्तमस्य पिच्च कार्यं करोति तर्हि ऐ आवहै आमहै अस्तु तर्हि धन्यवादः महोदय अग्रे सुमन् महोदय अस्ति खलु लोट् लकार परस्मैपदी द्वि मध्यमपुरुष उत्तमपुरुष परस्मैपदी लोट् लकार मध्यम उत्तम अस्तु मूल प्रत्यय अस्ति सिप् खस् थ मध्यमपुरुष इदानीं स्थाने हि आदेशः भवति केन सूत्रेण एकनिमिष स्मरामि सेहर्य पिच्च सेहर्य पिच्च क्षम्यताम् अस्तु अदन्त अङ्गम् अस्ति चेत् तत्र हि प्रत्ययस्य लुक् भवति केन सूत्रेण अतो हेहि अतो हे तर्हि किमपि न अवशिष्य किमपि नास्ति किमपि न अवशिष्यते विकल्पेन किं भवति तात् भवति तात् किम् अस्ति तत्र तुयो स्तातङ्ग आशिषि अन्यतरस्य तत्र तङ्ग् आसीत् इदानीम् अहं स्मरामि बहु चिन्तनम् अभवत् तत्र बहु चिन्तनम् अभवत् अस्तु तर्हि द्विवचनं द्विवचनम् अस्ति तं तत्तु तस्थस् तथमिपां तान् तन् तामः सूत्रेण क्रमेण तस्थाने ताम् आदेश क्षम्यतां थस् स्थाने तम् आदेशः तम् इदानीं तस्मात् सूत्रात् एव थकार थ अस्ति बहुवचने त भवति तस्मात् सूत्रात् एव अस्तु इदानीं मित् आव आम सिद्धसूत्राणि क्षम्यतां मित् वस् मस् मूल प्रत्ययः इदानीम् अन् आव आम अत्र अस्तु मिप् स्थाने नि आदेशः भवति मेर्नि सूत्रेण अनन्तरं वस् मेर्नि मध्ये एकनिमिषं महोदय एकनिमिषं मेर्नि मध्ये मिप् मेर्नि मध्ये नि स्थाने नि तदनन्तरं तदनन्तरं उत्तमपुरुष सर्वत्र आड् उत्तमस्य पिच् इति सूत्रस्य प्रसक्तिः अस्ति तत्र सर्वत्र आड् आगमः भवति आनि नि आनि भवति द्विवचनं द्विवचनं वस् अस्ति तत्र नित्यः नित्यं नितः सूत्रेण सकारस्य लोपः भवति व तिष्ठति पुनः आडागमः भवति आव भवति मस् अपि तस्मात् एव सकारस्य लोपः अनन्तरम् आडागमः आनि आव आम परन्तु महोदय नित्यं नितः इति सूत्रेण येन सकारस्य लोपः भवति तत्तु केवलं नित्सु लकारेषु भवति खलु लोटे किमर्थं लोटो लिङ्ग्वत् सूत्रम् अस्ति खलु लोटो सत्यं क्षम्यतां लोटो लङ्ग्वत् तत् सूत्रं वदति लोट् लकार कुत्रचित् कुत्रचित् लङ् लकार इत्युक्ते नित्सु नित् लकार इव भवति सत्यम् अस्तु धन्यवादः तर्हि आनि आव आम अग्रे तदनन्तरम् एकनिमिष इदानीं नववादने मम अस्तु मित्रस्य मातुः मेमोरियल् अस्ति अस्तु अतः क्षम्यतां किञ्चित् शीघ्रं गमिष्यामि अस्तु गच्छतु धन्यवादः अस्तु अग्रे सरला महोदय अस्ति खलु आं महोदय विधिलिङ्ग् लकार परस्मैपदी प्रथम मध्यम मूलप्रत्ययसि तिप् तस् झि अत्र यासु प्रथम यासु परस्मैपदी उदात्तो निक्च यासूट् आगमः भवति तत्र तदनन्तरम् अतो ये अन्य यासूट् तस्य टकारस्य लोपः भवति हल्यन्तनेन उकारस्य लोपः भवति उपदेशे जनुनासिक यास् इति तिष्ठति तदनन्तरम् अदन्तम् अङ्गम् अस्ति तत् अतो ये अनेन अनेन यकारस्य लोपः भवति तत्र इ आदेशः भवति तत् लोपनं भवति इ आदेशः भवति तत्र सो इदानीम् इ आगमः भवति सो तिप् स्थाने पकारस्य हलन्तम् अनेन लोपः भवति तस्य आदौ इतश्च अनेन इकारस्य लोपः भवति तिष्ठति तदनन्तरम् इय आगम अस्ति यकारस्य लोपः भवति ल्योपो व्योर्वलि तकार वल्पर्या प्रत्याहरसि इति तिष्ठति तदनन्तरम् अस्ति तस् हल्यन्त इति सूत्रस्य प्रबाद्य न विभक्तो तु स्म इति सूत्रं कार्यं करोति इदानीं विधिलिङ् इति लोटो लिङ्वत् लिङ् अकार अस्ति ङित्वत् अस्ति सो तस् तस् तां मम प्राब्लम् अस्ति इति सूत्रेण ताम् आदेशः भवति तत्र तस्य स्थाने अनेकाश्चित् सर्वस्य और इय इति आगम आगच्छति यथा वयं पूर्वम् उक्तवन्तः यासुट् परस्मैपदि धातु च अतो ये अनेन यकारस्य लोपः भवति तकार वल् प्रत्याहारसि सो लोपो व्योवलि सो तेन इताम् इति भवति. इदानीम् इयुः अस्ति अत्र झेजुस् इति सूत्रम् आगच्छति यत्र झेजुस् इति सूत्रेण जुस् आदेशः भवति ईकारस्थाने झेजुस् पूर्व सर्व झी स्थाने जुस् आदेशः भवति जोन्त अस्ति अपवादेन जुस् तस्य जकारस्य चुट्टु सूत्रेण जकारस्य लोपः भवति उस् अवशिष्यते उस् तस्य पूर्वम् आगम आगच्छति इय इय इयु भवति तत् सकारस्य ससजुषोरु खरवसानो विसर्जनीय अनेन विसर्ग भवति इयुः निष्पन्नं भवति. तर्हि इत् इताम् इयुः इत् इत् इताम् इयुः उत्तमपुरुष मध्यमपुरुष सिप् अस्ति सिप् यासूट् अतो ये सर्वे सर्वं समीप अस्ति. इदानीं पकारस्य लोपः भवति हन्त्यनेन ईकारस्य लोपः भवति इतश्चनेन सकार एव शिष्यते सकारस्य पुनः ससजुषोरु खरवसानो विसर्जनीय अनेन विसर्ग आगच्छति सो इह इति भवति. सकारस्य पूर्वं यकार अस्ति तस्य सकार वल् प्रत्याहरति लोपो भवति अनेन यकारस्य लोपः भवति सो इत् इह इति तिष्ठति तत्र इह भवति. थस् स्थाने पुनः दन्त्यप्रबाद्य न विभक्तो तु स्म इत्यनेन प्रबाद्य तस् थस् थ मिपां तस्य स्थाने तां तस् तां तं त अम् इति सूत्रेण तम् आदेशः भवति इय अस्ति लोपो व्यवलि यकार लोपः भवति इतम् इति द्विवचने भवति तथैव इत इति बहुवचने आहत्य इह इतम् इत इति भवति इह इतम् इत् अस्तु. तर्हि तदनन्तरम् एकमेव अस्ति लङ् लकार आत्मनेपदी. तत्र लङ् लकार आत्मनेपदी तु बहुत्र किमपि कार्यं न अस्ति. लट् लकार लङ् लकार प्रथमपुरुषतो आतां झ तस्य तस्य सिद्धप्रत्ययः अपि तथैव भवति. त मध्ये त एव अवशिष्यते. आतां मध्ये आकारस्य स्थाने इ भवति आतोनितः. तर्हि त इतां झ मध्ये झोन्तः इति सूत्रेण अन्त तापि अन्त इति भवति. तर्हि त इताम् अन्त. तदनन्तरं मध्यमपुरुष कृतमस्ति उत्तमपुरुष इड् वहि महि. तर्हि इड् मध्ये इ एव अवशिष्यते. वहि मध्ये अपि वहि महि मध्ये अपि महि. तर्हि लङ् लकार आत्मनेपदि बहु बहु न्यूनं कार्यम् अस्ति. अस्तु तर्हि अस्माकं सर्वेषु लकारेषु सार्वधातुकलकारेषु परस्मैपदी आत्मनेपदी कार्यं समाप्तम्. अहं वदामि प्रार्थयामि सर्वे पुनः एकवारं गृहपाठरूपेण अभ्यासं कुर्मः येन मस्तिष्के सर्वाणि सूत्राणि स्थापितानि भवन्ति. तर्हि तदनन्तरम् अग्रिमरविवासरे वयं प्रश्नः सन्ति चेत् प्रश्नः कुर्मः तदनन्तरं नूतनविषयं कुर्मः. जि एकः प्रश्नः हा चुटु इति सूत्रम् आगच्छति खलु तत्र चकारस्य हलन्त्यं तस्य लोपः अनन्तरं चुटु टकारस्यापि इत्संज्ञ भवति परन्तु तत्र नुल् नुल् इति ऊ अवशिष्यते इति तावद् एतत् पर्याप्तं खलु परन्तु तत्र नुल् प्रत्ययं किमर्थम् आगच्छति नुल् अत्र किमपि नास्ति न तत्र नुल् इति उकार उकारः वकारस्य वकार उकारः तत्र उकारः अवशिष्यते इति आगच्छति नूल् प्रत्ययं तत्र किमर्थम् आगच्छति कुत्र आगच्छति महोदय नूल् चुट्टु इति सूत्रमस्ति खलु चुट्टु मध्ये चुट्टु अत्र प्रसक्तिः एव नास्ति नूल् मध्ये तत्र लिखितमस्ति चुट्टु हा सम्यक् क्षम्यतां चुट्टु मध्ये हा नकारस्य लोपः भवति चुटु इति सूत्रेण लकारस्य हलन्त्यम् इति सूत्रेण भू इति अवशिष्यते एतत् सर्वं समीचीनमेव परन्तु नुल् इति प्रत्ययं किमर्थम् आगच्छति इति मम प्रश्नः तत्र नुल् तिङ् प्रत्ययः नास्ति भिन्नप्रत्ययः अस्ति भगिनि तस्य उदाहरणं दत्तम् अस्ति कथं चुट्टु सूत्रेण कथं उदाहरणम् अस्ति यथा जेजूस् आगच्छति तत्र जकारस्य चुट्टु अनेन लोप भवति तत् उदाहरणं महोदय दत्तं करपत्रे अत्र नूल् केवलम् उदाहरणम् अस्ति तत्र नूल् तस्य तिङ् प्रत्ययेषु किमपि महत्त्वं नास्ति अस्तु जि धन्यवादः जि अस्तु तर्हि इदानीं तर्हि यथा तथा झेर् जूस् मध्ये अपि जूस् यत् अस्ति तत्र जकारस्य लोपः चुटु इति सूत्रेण भवति यथा नूल् मध्ये चुटु इति सूत्रेण नकारस्य लोपः भवति तथैव जूस् मध्ये नूल् चुटु इति सूत्रेण जकारस्य लोपः अस्तु तर्हि अधुना विरमामः धन्यवादः अग्रिमवार्ता महोदय नमस्कारः जि शुभदिनं शुभदिनं धन्यवादः धन्यवादः धन्यवादः